स प्राणम असृजत प्राण श्रद्धा खम वायुर्ज्योतिराप पृथिवींद्रियम मन अन्नम अन्ना वीर्यम तपो मंत्र कर्म लोका लोकेशनाम च कथम सह पुरुष उक्त प्रकारेण ईक्षित्व प्राणम हिरण्यगर्भाख्यम सर्व प्राणिकरणाधारम अंतरात्मानम असृजत सृष्टवान् ततः प्राणातो श्रद्धा सर्वप्राणिनां शुभकर्म प्रवृत्ति हेतुभूता ततः कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभूतानि असृजत खं शब्दगुणकं वायुः स्वेन स्पर्शगुणेन शब्दगुणेन च विशिष्टो द्विगुणः तथा ज्योतिः स्वेन रूपेण पूर्वगुणाभ्यां च विशिष्टं शब्दस्पर्शाभ्यां त्रिगुणं तथा आपो रसगुणेन असाधारणेन पूर्वगुणान् प्रवेशेन च चतुर्गुणः तथा गन्धगुणेन पूर्वगुणान् प्रवेशेन च पञ्चगुणः पृथिवी तथा तैरेव भूतैः आरब्धम् इन्द्रियं द्विप्रकारं बुद्ध्यर्थं कर्मार्थं च दशसङ्ख्याकं तस्य च ईश्वरम् अन्तस्थं संशयविकल्पलक्षणं मनः एवं प्राणिनां कार्यं करणं च सृष्ट्वा तत्स्थित्यर्थं व्रीह्यवादिलक्षणम् अन्नम् ततश्च अन्नातो अद्यमानातो वीर्यं सामर्थ्यं बलं सर्वकर्मप्रवृत्तिसाधनं तद्वीर्यवतां च प्राणिनां तपः विशुद्धिसाधनं सङ्कीर्यमाणः मन्त्राः तपोविशुद्ध अन्तर्बहिःकरणेभ्यः कर्मसाधनभूता ऋग्ययुस्साम अथर्वाङ्गिरसः ततः कर्म अग्निहोत्रादिलक्षणं ततो लोकाः कर्मणां फलम् तेषु च लोकेषु सृष्टानां प्राणिनां नाम च देवदत्वयज्ञदत्त इत्यादि एवमेताः कलाः प्राणिनाम् अविद्यादिदोषबीजापेक्षया सृष्टाः तैमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशकमक्षिकाद्याः स्वप्नदुःसृष्टा इव च सर्वपदार्थाः पुनः तस्मिन्नेव पुरुषे प्लीयन्ते हित्वा नामरूपादिविभागः स यथा इमानद्यः सिन्धमानाः समुद्रायणाः समुद्रं प्राप्य हस्तं गच्छन्ति विद्येते तासां नामरूपे समुद्रैक्यं प्रोच्यते एवमेवास्य परिदृष्टो इमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्य हस्तं गच्छन्ति विद्येते च आसां नामरूपे पुरुषैक्यं प्रोच्यते स एषु अकलो अमृतो भवति तदेष श्लोकः कथं सः दृष्टान्तः यथा लोके इमानद्यः सिन्धमानाः स्रवन्त्यः समुद्रायणाः समुद्र एव अयनं गतिः आत्मभावो यासां ताः समुद्रायणाः समुद्रं प्राप्य उपगम्य हस्तम् अदर्शनं नामरूपतिरस्कारं गच्छन्ति तासां च हस्तं गतानां विद्येते विनश्येते नामरूपे गङ्गायमुना इत्यादि लक्षणे तदभेदेन समुद्र इत्यं प्रोच्यते तद्वस्तु उदकलक्षणम् एवं यथायं दृष्टान्तः उक्तलक्षणस्य प्रकृतस्य अस्य पुरुषस्य परिदृष्टुः परिसमन्तद्रष्टुः दर्शनस्य कर्तुः स्वरूपभूतस्य यथा अर्कः स्वात्मप्रकाशस्य कर्ता सर्वतः तद्वत् इमाः षोडशप्राणाद्याः उक्ताः कलाः पुरुषायणाः नदीनामिव समुद्रः पुरुषो अयनम् आत्मभावगमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथैव हस्तं गच्छन्ति विद्येते च आसां नामरूपे कलानां प्राणाद्याख्यरूपं च यथास्व भेदे च नामरूपयोः यद् अनष्टं तत्तत्त्वं पुरुषः इत्येवं प्रोच्यते ब्रह्मविद्भिः य एवं विद्वान् गुरुणा प्रदर्शितकलाप्रलयमार्गः स एषः विद्यया प्रविलम्बितासु अविद्याकामकर्मजनितासु प्राणादिकलासु अकलः अविद्याकृतकलानिमित्तो हि मृत्युः तदपगमे अकलत्वादेव अमृतः भवति तदेतस्मिन्नर्थे एषः श्लोकः अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः तं वीद्यं पुरुषं वेद यथा मावो मृत्योः परिव्यथा इति अरा इव रथचक्रपरिवार इव रथनाभौ रथचक्रस्य नाभौ यथा प्रवेशिताः तदाश्रयाः भवन्ति यथा तथा इत्यर्थः कलाः प्राणाद्याः यस्मिन् पुरुषे प्रतिष्ठिताः उत्पत्तिस्थितिलयकालेषु तं पुरुषं कलानाम् आत्मभूतं वेद्यं वेदनीयं पूर्णत्वात् पुरुषं पुरिशयनाद्वा वेद जानाति यथा हे शिष्यः मा वह युष्मान् मृत्युः परिव्यतः मा परिव्यथेत् न चेद् विज्ञायेत पुरुषो मृत्युनिमित्तां व्यथामापन्नः दुःखिनः एव युंस्थ। अतः तन्मा भूद् युष्माकम् इत्यभिप्राय। तानहो उवाच एतावदेव अहम् एतत् परं ब्रह्मवेदानातः परमस्तीति। तान् एवं मनुशिष्य शिष्यान् तान् होवाच पिप्पलादः किल एतावदेव वेद्यं परं ब्रह्मवेद विजानामि अहम् एतत् न अतः अस्मात् परम् अस्ति प्रकृष्टतरं वेदितव्यं नित्यम् उक्त्वान् शिष्याणाम् अवीदितशेषास्तित्वा शङ्का निवृत्तये कृतार्थबुद्धिजननार्थं च ते तम् अर्चयन्त त्वं हीनः पिता यो अस्माकम् अविद्यायाः परं पारं तारयसीति नमः परमऋषिभ्यो नमः परमऋषिभ्यः। ततः ते शिष्याः गुरुणा अनुशिष्टाः तं गुरुं कृतार्थाः सन्तः विद्यानिष्क्रियम् अन्यद् अपश्यन्तः किं कृतवन्तः इत्युच्यते अर्चयन्तः पूजयन्तः पादयोः पुष्पाञ्जलिप्रकिरणेन प्रणिपातेन च शिरस। किं ऊचुः इत्याह त्वं हीनः अस्माकं पिता ब्रह्मशरीरस्य विद्यया जनयितृत्वा तु नित्यस्य अजरामरणस्य अभयस्य यः त्वमेव अस्माकं विद्यायाः विपरीतज्ञानात् जन्मजरामरणरोगदुःखादिग्राहात् अपारात् अविद्यामहोदये विद्याप्लवेन परम् अपुनरावृत्तिलक्षणं मोक्षाख्यं महोदधेरिव पारं तारयसि अस्मान् इत्यतः पितृत्वं तव अस्मात् प्रति उपपन्नम् इतरस्मात्। इतरोऽपि हि पिता शरीरमात्रं जनयति तथापि स पूज्यतमो लोके किमु वक्तव्यम् आत्यन्तिक अभिधातुः इत्यभिप्रायः। नमः परमर्षिभ्यः ब्रह्मविद्यासम्प्रदायकर्तृभ्यः नमः परमर्षिभ्यः इति दुर्वचनम् आदरार्थम् इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रश्नोपरिषद्भाष्यं सम्पूर्णम्।